कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। अस्तु महोदय, अनिल् महोदय, अनिल् महोदय, अस्तु नत्वा सरस्वतीं देवीम् एतत् जानाति वा? गायत्री अनिल् महोदय अपि न जानाति वा? नत्वा सरस्वतीं देवीम् अग्रे अस्तु नत्वा सरस्वतीं देवीं शुद्धां दुन्यां करोम्यहम् पाणिनीय प्रवेशाय लघुसिद्धान्तकौमुदीम्। अस्तु इदानीमत्र बलाबलचिन्तनविषये गच्छेम। अद्यतनवर्गस्य विषये बलाबलचिन्तनम् इत्युक्ते किम् इत्येव दृष्टवन्तः, इदानीं पश्येम। अत्र अष्टाध्याय्याम् अन्यत्र लब्ध अवकाशः, अन्यत्र लब्ध अवकाशयोः एकत्र सूत्राणि प्राप्तिः अत्र भवति चेत् अत्र तुल्यबलविरोधः भवति इति वयं दृष्टवन्तः गतवर्गे। एतत् विषये किञ्चित् इतोपि वक्तुं शक्यते चेत् अत्र ययि सुपि च अङ्गस्य अतः दीर्घः इति दृष्टवन्तः। सुपि च इति अत्र किं पठितवन्तः? अदन्त अङ्गस्य अत्येव इदानीं राम इति शब्दः स्वीकुर्मः चेत्, वृक्षः अपि स्वीकुर्मः चेत् च इत्यस्य अकार उत्तर च उत्तरवर्ति किम् अस्ति चेत् अकारः। रामः शब्दः स्वीकुर्मः चेत् अत्र राम अत्र मकार उत्तरवर्ति अकारः तिष्ठति, अतः तत्र अकारः तिष्ठति चेत् अन्तिमवर्णः एतत् अदन्तम् अङ्गम् अस्ति। अदन्त अङ्गस्य अन्ते स्थितस्य अकारस्य दीर्घः आदेशः भवति केन सूत्रेण? केन सूत्रेण? सुपि च। उत्तमं, सुपि च इत्यनेन दीर्घः भवति। ययादि, ययादि इत्युक्ते यञ् आदि, यञ् प्रत्ययम् आदि अस्ति चेत्, गतवर्गे वयं दृष्टवन्तः ययादि प्रत्ययं किं किम् अस्ति इति, यञ् इति अत्र सुपि च 7302 सप्तमाध्याये तृतीयपादे द्वि अधिकम् एकशतम् इति सूत्रं दृष्टेम चेत् अत्र पश्यतु महोदय, सुपि च स्क्रीन् न दृश्यते। अस्तु अस्तु, आम् उत्तमम्, अहं इदानीं द्रष्टुं शक्यते वा? आम् महोदय, आम् महोदय, द्रष्टुं शक्यते। अस्तु इदानीम् अत्र पश्यतु सुपि च इति सूत्रं किं वदति चेत्, अनिल् महोदय पठतु अत्र। ययादि सुप् प्रत्यये परे अदन्तस्य अङ्गस्य दीर्घादेशः भवति। यञ् प्रत्यहारे, यञ् प्रत्यहारे अत्र यै प्रत्यहारः अस्ति य योगः ब य न तु बकारः अस्ति चेत् अत्र यै प्रत्यहारः पश्यामि इदानीं अस्तु अत्र उपरि गच्छतु प्रत्यहारः वर्गीयव्यञ्जनानि सर्वाणि भवन्ति वर्गीयव्यञ्जनानि उपरि अस्ति महोदय दिस् इस् यय उपरि गच्छत् दिस् इस् यय उपरि उपरि अस्ति उपरि उपरि अस्ति महोदय यन् उपरि एतदेव खलु एतदेव खलु एतत् यय यञ् यञ् नास्ति आमामाम् एकनिमिषम् एकनिमिषम् वर्गप्रथमाः अन्तस्थाः अन्तस्थाः इत्युक्ते किम् उत्तमम् अन्तस्थाः वर्गपञ्चमाः एव पञ्चमवर्णः एव यै प्रत्याहारः अस्ति अनन्तरं पञ्चमाः इत्युक्ते कुचुटु तुपि इति स्वीकुर्मः चेत् कु वर्गस्य च वर्गस्य कुचु टु थु पु सर्वस्य वर्गस्य अन्तिमवर्णः एव पञ्चमाः अन्तस्थाः अनन्तरं जकार बकार जकार चतुर्थवर्णः अनन्तरं बकारः अपि चतुर्थवर्णः अतो दीर्घो ययि इति सूत्रेण अत्र दीर्घ आदेशः भवति कुत्र भवति चेत् ययि प्रत्याहारे एतत् सूत्रं किं वदति चेत् सुपि च अदन्तस्य अङ्गस्य अन्ते स्थितस्य अन्तिमवर्णस्य तत् समये अन्यसूत्रम् अपि वक्तुं शक्यते अन्ते स्थितस्य कोऽपि जानाति वा स्मरन्ति वा गायत्री जानाति महालक्ष्मी जानाति अनन्तलक्ष्मी जानाति एतत् विषये किञ्चित् दृष्टवन्तः खलु अन्तिमवर्णस्य एव कार्यं करोति इति सूत्रं दृष्टवन्तः एतत् विषये अपवादसूत्रमपि मया विस्मृतं तत् समये अत्र रघुपति आचार्येण एतत् उक्तम् मया अपि एतद् विषये अस्तु अहं वदामि अलोन्तस्य एतत् सूत्रमेव अलोन्तस्य अन्ते स्थितस्य अकारस्य दीर्घः आदेशः भवति ययादि सुपि प्रत्यये परे अत्र अनुवृत्तिसहितसूत्रं किं भवति किं सूचयति ययि सुपि च अङ्गस्य अतः दीर्घः अतः इत्युक्ते अत् वर्णः दीर्घः अत् वर्णः इदानीम् उदाहरणरूपेण स्वीकुर्मः चेत् वृक्ष च इत्यस्य अकार उत्तरवर्ति अस्ति वृक्ष अनन्तरं योगः भ्याम् अस्ति वृक्ष योगः आ किमर्थम् आ इति आगच्छति अत्र अकारः ह्रस्व अकारः एव केन सूत्रेण दीर्घं भवति इदानीम् सुपी च इत्यनेन सुपी च इत्यनेन अत्र अदन् अन्ते स्थितस्य अकारस्य दीर्घः आदेशः भवति एतत् सूत्रं सूचयति किं सूचयति अदन्त अङ्गस्य ह्रस्वः अतः अस्ति चेत् दीर्घः भवति इति सूत्रं सुपी च अतः तत्र वृक्ष योगः आ इति भवति अतः एव वृक्षाभ्याम् इति पदं स्वीकुर्मः कुत्र भवति वृक्षाभ्याम् उत्तमं तृतीय चतुर्थ पञ्चमी वृक्षाभ्यां वृक्षाभ्यां वृक्षाभ्याम् इति भवति अस्तु इदानीम् अन्यसूत्रमपि कार्यं करोति अत्र बहुवचने जल्येत् गतवर्गे एतत् अभवत् एव पुनःस्मारणार्थम् अत्र इतोपि एक एतत् विषये वयं दृष्टवन्तः बहुवचने जल्येत् अत्र अपि अदन्तस्य अन्ते स्थितस्य अकारस्य किम् अत्र परिवर्तनं भवति एकारादेशः भवति एकारादेशः भवति तादृशम् अत्र अकारस्य एकारः भवति इति मया अन्यसूत्रमपि उक्तं. केन सूत्रेण? का सा सा टीता आत्मनेपदानां तेरे इति का सा? गायत्री महोदय. गायत्री, उत्तमम् उत्तमं बहु उत्तमम्. टित आत्मनेपदानां तेरे इति सूत्रेण एव अत्र एकारः भवति, परन्तु अत्र एतत् विषये नास्ति. सूत्रमपि तादृशमेव, अकारस्य स्थाने एकारः आदेशः भवति. बहु उत्तमं गायत्री, एतत् सर्वाणि सूत्राणि अत्र लिखितवन्ती इति अहं चिन्तयामि. अस्तु, बहुवचने जल्येत् इत्यस्य अदन्तस्य अङ्गस्य अन्ते स्थितस्य अकारः एकारः भवति. कुत्र भवति? जलादि, जल् आदि अस्ति चेत् जलादि. अत्र जल् आदि अस्ति चेत् जल् अत्र अत्र वर्गचतुर्थाः तृतीयाः अनन्तरं द्वितीयाः प्रथमाः. अत्र पञ्चमवर्णः नास्ति जल् प्रत्याहारे. चतुर्थसदस्य, तृतीयसदस्य, द्वितीयसदस्य, प्रथमसदस्य, अनन्तरम् अत्र ऊष्माणः. ऊष्माणः इत्युक्ते किम्? उत्तमम्, ऊष्माणः. अत्र जलां जशोन्ते इति प्रथम अत्र कार्यं करोति, जल् प्रत्याहारे कार्यं करोति, परन्तु जल् प्रत्याहारः परे अस्ति चेत् एव बहुवचनार्थ सुपि प्रत्यये परे अत्र कार्यं करोति. अनुवृत्तिसहितसूत्रं किं वदति? बहुवचने जलि सुपि अङ्गस्य सुप् सुप् इति किं किं भवति? सुपि इति सुपि इति इत्यस्य एकविंशतिः एकविंशतिः प्रत्याहारः सन्ति सुपि च इति. सुपि च अत्र अङ्गस्य अतः एत् भवति. सुपि अङ्गस्य वृक्ष इति स्वीकुर्मः चेत् अत्र सुप् अस्ति. सुप् किम् अस्ति? सुप् अस्ति खलु. नी ओ सुप् अत्र ईकारः एव तिष्ठति सुपि इत्यस्य. नी ओ सुप् अत्र पश्यतु. सु जस् अमो टिशस् टाभ्यां व्यस् ने व्यां व्यस् न्यसिभ्यां व्यस् न्यसिभ्यां व्यस् न्यस् ओस् आम् षष्टि. एतत्तु सु औजस् इति स्वीकुर्मः चेत् प्रथमपङ्क्तिः प्रथमविभक्त्यां सु औजस् भवति. अम् औट् शस् टाभ्यां व्यस् नेभ्यां व्यस् नसि ओस् न्यसिभ्यां व्यस् न्यसोसां नि ओस्सु नसि. अत्र न्यकारस्य ईतु भवति खलु. अनन्तरम् ईकार उत्तरवर्ति अत्र एक अत्र किं भवति चेत् तिष्ठति चेत् ईकारः एव तिष्ठति. न्यसि ईकारः एव तिष्ठति. अतः तत्र किं भवति? सुप् स्थाने वृक्ष इति अस्ति. अत्र वृक्ष चकार उत्तरवर्ति अकारः तिष्ठति. सुप् प्रत्याहारं परे अस्ति. सुप् इत्युक्ते अन्तिमवर्णस्य नी ओ सुप् अस्ति. तत् स्थाने पूर्णतया एकारः अकारस्य स्थाने एकारः भूत्वा अत्र वृक्षे इति भवति. अनन्तरम् अत्र सु अस्ति पकारः अलन्त्यं तस्य लोपः इत्यनेन इति भवति. सु एव तिष्ठति. सुस्थाने किमर्थम् अत्र शकारः आगच्छति चेत् अत्र इन्कोः इति सूत्रमस्ति. इन्कोः इति सूत्रेण अनन्तरम् एतत् इन्कोः इन्कोः इत्यस्य किं किं वर्णः? इन् इति मध्ये किं किं वर्णः? अकारं विहाय सर्वे स्वराः अन्तस्थाः, अनन्तरम् अकारः आगच्छति चेत् अत्र इन्कोः इत्यनेन आदेशप्रत्ययोः इति सूत्रं कार्यं करोति. आदेशप्रत्ययोः एतत् किं सूचयति? पठतु अत्र गायत्री. महोदय, इन्कोः परस्य अपदान्तस्य आदेशरूपस्य प्रत्ययावरूपस्य वा सकारस्य मूर्धन्यः आदेशः भवति. मूर्धन्यः उत्तमम्. अत्र सकारस्य स्थाने मूर्धन्यशकारः आदेशः भवति. अतः एव एतत् आदेशे प्रत्ययोः इत्यनेन दन्त्यसकारस्य स्थाने दन्त्यसकारः तालव्यशकारः मूर्धन्यशकारः इति भवति. अत्र दन्त्यसकारस्य स्थाने मूर्धन्यशकारः आगत्य कार्यं करोति. अतः एव वृक्षेषु इति भवति. अत्र भुविजा भुविजा वासन् अस्ति वा? आं महोदय. एतत् सर्वं जानाति वा? सुपि इति अत्र पदमस्ति, अपदान्तस्य अस्ति, सुप् कार्यं करोति, आकारस्य स्थाने एकारः भवति, बहुवचने जल्येत्. एतत् सूत्रं जानाति वा? बि ए संस्कृतवर्गे सूच एतत् विषये पठितवती वा? बि ए मध्ये तु न पठितवती, किञ्चित् लघुसिद्धान्ते सुपि च इति सूत्रं किञ्चित् जानामि. इदानीम् उपयोगमस्ति वा एतत् करपत्रेण? अस्तु. अत्र एतत् एव बहुवचने जल्येत् इत्यनेन एव वृक्ष योगः सुप् म्यूट् करोतु. धन्यवादः. अस्तु, इदानीं वृक्ष योगः सुप् इत्युक्ते वृक्ष इति भवति, अनन्तरम् एकारः मेलनेन वृक्षे इति भवति. सु अस्ति, सु इन्कोः उकारः अस्ति, सर्वे स्वराः. अतः एतद् दृष्ट्वा इन्कोः इत्यनेन आदेशप्रत्ययः सूत्रं कार्यं करोति. अत्र अतः दन्त्यसकारस्य स्थाने मूर्धन्यशकारः आगत्य कार्यं करोति. अतः एव अस्माकं कृते वृक्षेषु इति पदं स्वीकृतम्. अनन्तरं तादृशमेव अत्र वृक्षयोगभ्याम् इति स्थिते सुपि च इत्यस्य प्रसक्तिः अस्ति एव. बहुवचन जल्यत् इत्यस्य प्रसक्तिः नास्ति, यतः व्यां बहुवचनार्थे नास्ति, व्यां नास्ति, व्यां द्विवचने भवति. अतः अनन्तरं वृक्षयोगसु इति स्थितौ बहुवचने जल्येत् इत्यस्य प्रसक्तिः अस्ति, सुपि च इत्यस्य प्रसक्तिः नास्ति एव. अत्र सूत्रसङ्ख्या पश्यतु, सुपि च 7302. बहुवचने जल्येत् इत्यस्य 7303 अस्ति, क्रमेण आगच्छति. एतत् क्रमेण आगच्छति चेत् एव अत्र बलाबलचिन्तनं कर्तुं शक्यते. किं सुपि च बलमस्ति वा, बहुवचने जल्येत् इतोपि बलमस्ति वा, एतत् चिन्तनीयम्. 102 अस्ति, 103 अस्ति, परन्तु सुपि च अत्र बहुवचने एव कार्यं करोति. अनन्तरं बहुवचने जल्येत् इति अत्र व्याम् इति द्विवचने कार्यं करोति, वृक्षेषु इति बहुवचने कार्यं करोति. सुपि च इत्यस्य प्रसक्तिः नास्ति एकस्मिन् पक्षे. बहुवचने जल्येत् इति स्वीकुर्मः चेत् एकस्मिन् पक्षे कार्यं नास्ति एव. अत्र उभयत्र एकत्र प्राप्तिः नास्ति, सूत्रविरोधः नास्ति, उभयत्र एकस्य एव सूत्रस्य प्रसक्तिः अस्ति. अत्र किमपि बलाबलचिन्तनं नास्ति एव. एकत्र एकः सूत्रः एव, एकं सूत्रमेव अत्र कार्यं करोति. अत्र तुल्यबलो विरोधः द्वयोः सूत्रयोः कस्य अत्र अवकाशः भवेत् इति निर्णेतुम् अग्रे पठेम. अत्र बलाबलतुल्यबलविरोधः कुत्र भवति इति इदानीमत्र ब्यस् इति स्वीकुर्मः चेत् बहुवचनम्. अत्रापि यञ् आदि ञकारः इति सौत् सैड् मध्ये उक्तवन्तः ञकारः, परन्तु नार्त् सैड् मध्ये अत्र ञकारस्य स्थाने यकारः एव सूचितवन्तः. यै इति प्रत्ययः. सुपि च इत्यस्य प्रसक्तिः अस्ति व्यस् मध्ये सुप् बहुवचने. व्यस् जलादि बहुवचनार्थ सुप् प्रत्ययः, अतः बहुवचने जल्यत् इत्यस्य प्रसक्तिः अस्ति एव. द्वा अपि सूत्रे अन्यत्र लब्ध अवकाशः च तयोः अधुना एकत्र प्राप्तिः वृक्षयोगः व्यस् इत्यस्य स्थितौ, अतः अत्र तुल्यबलविरोधः वर्तते. सुपि च अपि अनन्तरं व्यस् स्वीकुर्मः चेत् अत्र अपि बहुवचने अस्ति, सुपि च बहुवचने अस्ति, अत्र तुल्यबलविरोधः वर्तते एव. द्वयोः सूत्रयोः कस्य अत्र अवकाशः भवेत् इति निर्णेतुम् अग्रे पठेम. इदानीम् अत्र एव वयं गतवर्गे आरम्भं कर्तुं शक्यते. इदानीम् अत्र अन्तलक्ष्मी पठितुं शक्यते वा आदिगुणः इति? अस्तु, आदिगुणः आदिगुणः अवर्णाद् अचि परे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः स्यात्. इकि परे इति फलितः अर्थः यतः अकारात् अकारः चेत् कार्यं बाधितम्. अकः सवर्णे दीर्घः इत्यनेन अकारात् एच् चेत् कार्यं बाधितम्. वृत्तिरेचि इत्यनेन सूत्रेण च अत् आत् आद् पञ्चम्यान्तं गुणः प्रथमान्तं द्विपदमिदं सूत्रम् इको यणाचि इत्यस्माद् अचि इत्यस्य अनुवृत्तिः एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रम् आदु अचि पूर्वपरयोः एकः गुणः संहितायाम् अत्र आदुगुणः इति अस्ति. अनिल् महोदय पठतु अत्र. अवर्णात् अच् वर्णे परे संहितायां पूर्वपरयोः एकः गुणः आदेशः भवति. अत्र पूर्वमपि पूर्वपदस्य अन्तिमवर्णः, उत्तरपदस्य अन्तिमवर्णः, पूर्वपरयोः एकः गुणः आदेशः भवति. एकः एव अत्र गुणः भवति. इदानीम् अत्र स्वीकुर्मः चेत् अत्र देवयोगः ऋषि अस्ति चेत् इदानीं पश्येम. आदुगुणः इत्यनेन अकारे एकार ओकार गुणसंज्ञा भवति. आदुगुणः अत्र किं भवति? अवर्णात् अचि वर्णः. अचि किं किम् अस्ति? आ अन्न न अच्छु अच्छु भो वदतु आयि ऊरु सर्वेश्वरः एव अचुवर्णः सर्वेश्वराः एतत् परिभाषा अस्ति स्वराः विषये कोऽपि वक्तुं शक्यते वा स्वयं राजन्ते स्वयं राजन्ते इति स्वराः अत्र इको एनचि इत्यपि कार्यं भवति अच्यवर्णः अस्ति चेत् अत्र इदानीम् आवर्णात् अचीपरे पूर्वपरयोः एकः स्थानः गुणसञ्जकः एकादेशः स्यात् इति भवति अनन्तरम् अचीपरे इत्यस्य इक् वर्णः अपि अस्ति इति फलितः इक् वर्णः इ उ रु इक् खलु अर्थः यतः अकारात् अकारे परे अस्ति चेत् अत्र कार्यं बाधितम् अस्ति किमर्थं चेत् अकारः पूर्वपदे अस्ति अकारः परे उत्तरपदे अपि अस्ति अत्र अकार अकारमेलनेन अकगसवर्णदीर्घः एव कार्यं करोति खलु अकारात् एव चेत् कार्यं बाधितमस्ति अकारः अस्ति चेत् अत्र वृद्धिरेचिः अपि कार्यं कर्तुं शक्यते आत् पञ्चम्यन्तं गुणः प्रथमान्तं गुणः प्रथमान्तम् अत्र यत्र गुणः प्रथमान्तमस्ति प्रथमान्तमस्ति चेत् अत्र किं किं कार्यं भवति नामपदं कर्तुं शक्यते आदेशः अपि कर्तुं शक्यते आगमः अपि कर्तुं शक्यते आदेशः इति शत्रुवत् भवति अनन्तरम् आगमः मित्रवत् मित्रवत् भवति गुणः एव अत्र प्रथमान्तं गुणः प्रथमान्तमस्ति चेत् अत्र आदेशः भवति अतः यत्र गुणः कर्तुं शक्यते अत्र स्थानिनी भवति इको यनचि इत्यस्य इत्यस्मात् अचि इत्यस्य अनुवृत्तिः इको यनचि इत्यस्य अचि एव अनुवृत्तिः अतः एकः पूर्वपरयोः संहितायाम् इत्युक्ते यत् सामीप्यं वर्तते पूर्वपरयोः पूर्वपरयोः अत्र पश्यतु इतः आरभ्य ऋत उत् एतत् ऋत उत् एतत् अत्र इति यावत् यः कोऽपि आदेशः उच्यते सः पूर्वपरयोः उभयोः स्थाने एकः एव आदेशः भवति इति पूर्वपरयोः एकः एव आदेशः अत्र आद्गुणः इति स्वीकुर्मः चेत् आवर्णात् अचिवर्णे परे संहितायां पूर्वपरयोः एकः गुणः आदेशः भवति इदानीमत्र अकार एकार ओकारः अस्ति परवर्णे किं भवति अकारः भवति अत्र संहितायाम् अकारवर्णः इति अस्ति चेत् अत्र स्थानेन्द्रतमः इत्यस्य परिभाषया आश्रयः स्वीक्रियन्ते अतः अनया परिभाषया एतत् ज्ञाप्यते यत् स्थानेन यः वर्णः सदृशतमवर्णः अस्ति अत्र एव आदेशरूपेण भवति इति अत्र देव इन्द्रः स्वीकुर्मः चेत् देव वकार उत्तरवती अकारः तिष्ठति अनन्तरम् इन्द्रः एतत् स्वराः अनन्तरं समीप्यमस्ति अतः तत्र अकार इकारमेलनेन देवेन्द्रः इति आद्गुणः कार्यं करोति खलु आद्गुणः कार्यं करोति इदानीम् अत्र विर्दिरेचि इति स्वीकुर्मः चेत् अत्र किं किं भवति आकार ऐकार ओकारः अस्ति अत्रापि आतुं भवति परवर्णः अत्र परे अत्र अच्वर्णः अस्ति चेत् अत्र विर्दिरेचि सूत्रेण कार्यं कर्तुं शक्यते एव अकः सवर्णदीर्घः बाधित्वा विर्दिरेचिः अपि बाधित्वा इकोयनचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः अत्रापि सामीप्यम् एकः पूर्वपरयोः इति स्वीकरणीयम् अतः अनुवृत्तिसहितसूत्रं किं सूचयति आत् अचि पूर्वपरयोः एकः गुणः संहितायाम् आत् अस्ति अत्र अनन्तरम् अचिवर्णः अपि अस्ति इदानीं देवयोगः इन्द्रः स्वीकुर्मः चेत् अत्र अकार वकार उत्तरवर्ति अकारः अनन्तरम् इन्द्रः इकारम् अग्रे परे अस्ति पूर्वम् अकारः तिष्ठति अकार इकार मेलनेन अत्र एकारः भूत्वा देवेन्द्रः इति भवति इदानीमत्र अकः सवर्णे दीर्घः अत्र बाधितं भवति वृद्रेचि अपि बाधितं भवति अत्र आदुगुणः इत्येव कार्यं करोति पूर्वपरयोः संहितायाम् इति पाणिनिना तत्र दत्तम् अनन्तरमत्र वृद्धिरेचि इति अस्ति वृद्धिरेचिविषये किञ्चित् पश्येम अत्र अनसूय पठितुं शक्यते वा आं भगिनि वृद्धिरेचि षष्ठमध्याये प्रथमपादे अष्टाशीतितमसूत्रेण अवर्णात् एचि परे पूर्वपरयोः स्थाने वृद्धिसंज्ञकः एकादेशः स्यात् वृद्धिः प्रथमान्तम् एचि सप्तमन्तं द्विपदमिदं सूत्रम् आद्गुणः सप्तम षष्ठमध्याये षष्ठमध्याये प्रथमपादे सप्त अशीतितमसूत्रेण आत् इत्यस्य अनुवृत्तिः एकः पूर्वपरयोः षष्ठमध्याये प्रथमपादे चतुरशीतितमसूत्रेण सूत्रस्य संहितायां सूत्रः संहितायां षष्ठमध्याये प्रथमपादे एकसप्ततितम इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रम् आत् एचि पूर्वपरयोः एकवृद्धिसंहितायाम् एकः वृद्धिः एकमेव वृद्धिः भवति एकमेव आगच्छति वृद्धिरेचि इति आवर्णात् एच् वर्णे परे एच् वर्णः एच् वर्ण एच् वर्णः किं किं भवति ए एकार ओकार ऐकार औकार सर्वाणि अत्र एकारः अस्ति ऐकारः अस्ति ओकारः अस्ति ओकारः अस्ति तादृशं कुत्र भवति ेषसन्धिमध्ये भवति खलु एकारस्थाने अयादेशः ओकारस्थाने वादेशः ऐकारस्य स्थाने आयादेशः औकारस्य स्थाने आव् आदेशः एतदेव अत्र एचो यवा यावः इति सूत्रेण यान्तवन्तः सन्धिः भूत्वा कार्यं करोति इदानीम् एच् वर्णः अस्ति चेत् एच् वर्णः अस्ति चेत् अत्र आवर्णात् एचि परे एच् वर्णः परे अस्ति चेत् वृद्धिसंज्ञकः एकादेशः अत्र एतत् मेलनेन अर्धवृद्धिसंज्ञकः वृद्धिः भवति अत्र कृष्ण इति नकार उत्तरवर्ति अकारः एकारः ऐकारः ओकारः औकारः अस्ति चेत् एच् वर्णः परे अस्ति चेत् अत्र अकार एकारः भूत्वा ऐकारः भूत्वा ऐकारः भूत्वा अकार एकारमेलनेन ऐकारः भवति अतः तत्र कृष्णैकत्वम् इति भवति एतदेव पूर्वपरयोः अत्र वृद्धिसंज्ञकः भवति वृद्धिः अत्र प्रथमान्तम् अतः अत्र स्थानिनः भवति अतः एव अत्र आदेशः भवति अनन्तरम् अत्र अपि संहितायां भवति सामीप्यं कुत्र भवति इति तत्र पाणिनेन दत्तम् अत्र आद्गुणः इत्यस्य अपि गुणकार्यं भवितुमर्हति ये अस्ति खलु आद्गुणः इति स्वीकुर्मः चेत् अत् आदेशः अत्र अपि पूर्वपरयोः एकः पूर्वपरयोः अस्ति, कार्यं करोति. आत् इदानीं वृद्धिरेचि स्वीकुर्मः चेत् आत् एचि पूर्वपरयोः एकः वृद्धिः आदेशः भवति. कृष्णयोः इदानीमेव वयं दृष्टवन्तः कृष्णैकत्वम् इति अस्ति. इतपर्यन्तं किञ्चित् क्लेशः अत्र सन्देहः अस्ति वा? एतत् पुनरपि पुनरपि रटनं कर्तव्यमेव. किञ्चित् इतोपि विस्तारतया काशिका किं दत्तम् अत्र, काशिका इति अत्र वृद्धिकारण्यम्, अनन्तरम् अत्र बालतत्त्वबोधिनी अस्ति, बालमनोरमा अस्ति, अनन्तरम् अत्र महाभाष्यमपि अस्ति. एतत् विषये समयः अस्ति चेत् इतोपि अत्र पश्यतु किं किं कार्यमस्ति वृद्धिरेचि इत्यनेन, आद्गुणः इत्यनेन, अन्यमतकारः अत्र वृत्तिकारः किं किं वृत्तिकारेण अत्र किं किं दत्तम् इति द्रष्टव्यमेव. इदानीमत्र प्रश्नः उदेति वा? अस्ति वा? अस्ति चेत् पृच्छतु. पद्मावती इदानीं पठितुं शक्यते वा? इदानीं पठतु. इदानीम् अस्माकम् उदाहरणम् अत्र अधिक एव. पूर्वमकारः अस्ति, पश्चात् एकारः, एकारः अचि अपि अस्ति, एचि अपि अस्ति. अतः द्वयोः सूत्रयोः प्रसक्तिः, एकत्र प्राप्तिः अस्ति. अत्र किं भवति? गुणसन्धिः वा वृद्धिसन्धिः वा? अधुना द्रष्टव्यं यत् तुल्यबलविरोधः अस्ति न वा. तुल्यबलविरोधार्थं द्वयोः सूत्रयोः लब्धावकाशः भवेत्. अत्र अधिक एव इत्यस्यां दशयाम् आद्गुणः कार्यं करोति चेत् वृद्धिरेचि इत्यस्य अन्यत्र अवकाशः भविष्यति वा? एचि यदि गुणसन्धिः भवति तर्हि वृद्धिरेचि इति सूत्रं निर्व्यापरां नाम सुतरां व्यर्थं भविष्यति. तस्य कार्यं कर्तुं कुत्रापि अवकाशः न भविष्यति. अस्यां दशयां द्वेपि सूत्रे अन्यत्रान्यत्र लब्धावकाशे न स्तः. अतः तुल्यबलविरोधः नास्ति. अद्गुणः इति सामान्यं, वृद्धिरेचि इति विशेषः. यस्य सूत्रस्य कार्यक्षेत्रं लघु अस्ति अन्यस्य अपेक्षया, यस्मात् कारणात् अत्र लब्धावकाशे सति कार्यं न करोति चेत् अन्यत्र अवकाशो नैव प्राप्स्यते. तत् सूत्रम् अपवाद् इत्युच्यते. वृद्धिरेचि आद्गुणः इति सूत्रस्य अपवादः. अतः आद्गुणः इति सूत्रं बाधितुं भवति वृद्धिरेचि इति सूत्रेण. अत्र इदानीमेव अत्र कार्यं भवति, अन्यत्र लब्ध अवकाशः भवति वा? अत्र योगः एव अस्ति, अत्र अकार उत्तरवस्ति अस्ति, परे एकारः अस्ति, अकार एकार मेलनेन ऐकारः इदानीं दृष्टवन्तः. पूर्वम् अकारः अस्ति, परे एकारः अस्ति, अचि अपि अस्ति, एचि अपि अस्ति, अचि अपि अस्ति, एचि अपि अस्ति. अत्र एकत्र प्राप्तः भवति वा? अस्ति वा? अत्र द्वयोः सूत्रयोः मध्ये तुल्यबलविरोधः अस्ति वा? अन्यत्र लब्ध अवकाशः अस्ति वा? इदानीम् अत्र अकार उत्तरवर्ति अस्ति एव इत्यस्मात् दशायाम् आदुगुणः कार्यं करोति चेत्, एतदेव कार्यं करोति चेत् अत्र वृद्धिरेचिः अपि अन्यत्र लब्ध अवकाशः भविष्यति वा इति नैव इति तत्र उक्तं. किमर्थं चेत् एचि यदि गुणसन्धिः भवेत् अकार एकारमेलनेन इदानीमेव अत्र स्वराः खलु, एतदपि स्वराः एव इति. एषि यदि गुणसन्धिः भवेत् देव योगः इन्द्र एकारस्य शनैः इकारः भूत्वा देवेन्द्र इति एकारः एव भवति अत्र. यचि यदि गुणसन्धिः भवति तर्हि विर्धिरेचि इति सूत्रं निर्व्यापारं भवति. अत्र विर्धिरेचिः इति कार्यं किमपि नास्ति, व्यर्थं भवति. पाणिनिना किमपि सूत्रं व्यर्थं न भवेत्. इदानीम् आदिगुणः कार्यं करोति चेत् अत्र विर्धिरेचि इति व्यर्थं भवति, निर्व्यापारं भवति. व्यापारविषये किमपि कार्यं नास्ति एव. व्यापारम् इत्युक्ते अत्र अत्र वस्तुना कार्यं नास्ति. एतत् व्यापारम् इत्युक्ते कार्यं, वृद्धिरेचि इति व्यापारं नास्ति एव. तस्य कार्यं कर्तुं कुत्रापि अवकाशः न भविष्यति. अस्यां दशायां द्वयो अपि द्वे सूत्रमपि अत्र आगत्य कार्यं कर्तुं शक्यते एव. अन्यत्र अन्यत्र लब्ध अवकाशः नास्तः. किमर्थं नास्तः चेत् अत्र तुल्यबलविरोधः नास्ति एव. आदिगुणः इति सामान्यसूत्रमस्ति, वृद्धिरेचि इति विशेषसूत्रमस्ति. वृद्धिरेचि इति कार्यं लघु अस्ति, आदिगुणः इति कार्यं बृहत् अस्ति. अतः अत्र यस्य सूत्रस्य कार्यक्षेत्रं लघु अस्ति, वृद्धिरेचि एव लघुकार्यमस्ति, अन्यत्र अपेक्षया नास्ति एव. एतत् यत्र लघुकार्यमस्ति अत्र अर्धमात्रं लघु सूचितवन्तः. कुत्र काव्ये न तु अत्र गद्यं पद्यं तत्र स्वीकुर्मः चेत् अर्धवर्णः अत्र लघु कर्तुं शक्यते चेत् अत्र बहु कोलाहलं भवन्ति इति उक्तवन्तः. अतः तत्र वृद्धिरेचि इति बहु लघु अस्ति, एतदेव अत्र कार्यं कर्तुं शक्यते एव. लब्ध अवकाशः सति, लब्ध अवकाशः द्वयोः मध्ये सति एव अस्ति एव. वृद्धिरेचि अपि कार्यं कर्तुं शक्यते, आद्गुणः अपि कार्यं कर्तुं शक्यते, परन्तु लब्ध अवकाशः वृद्धिरेचि एव लघुकार्यं प्रथमं कर्तुं शक्यते, अन्यत्र अवकाशः नैव प्राप्स्यते. तत्तु सूत्रम् अपवादम् इति उच्यते. अतः आद्गुणः इति अपवादः, वृद्धिरेचि आद्गुणः इत्यस्य अपवादः. सो वृद्धिरेचि अपवादसूत्रमस्ति, बलवत् भवति. किमर्थं चेत् अत्र लघुकार्यमेव अस्ति. कृष्णयोगः इदानीं दृष्टवन्तः, अत्र एकारः अस्ति, अकार एकारमेलनेन ऐकार ऐकारः भूत्वा कृष्णकै कृष्णैकत्वम् इति भवति. आद्गुणः इत्यस्य सूत्रस्य अपवादः वृद्धिरेचि. अतः आदिगुणः इति सूत्रम् अत्र बाधितं भवति, अनन्तरम् अत्र वृद्धिरेचि एव कार्यं करोति. अत्र बलाबलचिन्तनं तुल्यबलविरोधः द्वयोः मध्ये नास्ति इति तत्र दत्तवन्तः. इतोपि अत्र तुल्यबलविरोधः स्वीकरोतु, अनन्तरम् अत्र आदिगुणः स्वीकरोतु, अनन्तरं वृद्धिरेचि स्वीकरोतु. अत्र अन्यदशायां किं किम् अत्र भवति. वृद्धिरेचि इति अत्र एस् सि वासु अपि तत्र दत्तं, काशिका अपि दत्तम्, अनन्तरं सिद्धान्तकौमुदी, बालमनोरमा अत्र क्लिक् कर्तुं शक्यते. बालमनोरमा किं करोति, वृद्धिरेचि आद्गुणः इत्यस्य आत् इति पञ्चम्यन्तम् अनुवर्तते. अत्र किं किम् एतानि विषयाणि किम्, अत्र सुधाटिका अपि अस्ति, लघुसिद्धान्तकौमुदी किम् उक्तवन्तः, आत् एचि परे वृद्धिः एकादेशः स्यात्. सो अत्र गुण अपवादः, अतः तत्र आदिगुणः अपवादः इति तत्र पूर्णतया दत्तं लघुसिद्धान्तकौमुद्यमपि. अत्र इतोपि एतत् स्पष्टीकरणार्थम् इतोपि एतत् विषये किञ्चित् पठितव्यमेव. एतत् समयः अस्ति चेत् समयः तत्र दातुं शक्यते एव. समयः अस्ति चेत् अत्र विषये किं किम् अन्ये एतद्विषये किं दत्तम् इति पठितव्यम्. इदानीमत्र प्रशान्ति अस्ति वा, पठतु आद्गुणः इति सूत्रे. आद्गुणः इति सूत्रे अचिपरे इत्यस्य इकि परे इति फलितः अर्थः यतः अकारात् अकारः परश्चेत् कार्यं बाधितं बाधितम् अकः सवर्णे दीर्घः इत्यनेन अकारात् एच् परश्चेत् कार्यं बाधितं वृद्धिरेचि इत्यनेन सूत्रेण च वृद्धिशास्त्रस्य अवकाशं कल्पयित्वा तद्भिन्नस्थलेषु गुणशास्त्रप्रवृत्तिः कर्तव्या. अत्र आदुगुणः इति सूत्रे अत्र वृद्धिरेचि आदुगुणः इत्यस्य वृद्धिरेचि अपवादं भवति. मया पूर्वमेव सूचितम्. अत्र पश्यतु, पूर्वसूत्रात् परसूत्रं बलवत् भवति, परसूत्रात् नित्यसूत्रं बलवत् भवति, नित्यसूत्रात् अन्तरङ्गसूत्रं बलवत् भवति, अन्तरङ्गात् अपवादसूत्रम् अपवादानाम् उत्तरम् बलीयः इति परिभाषया यत्र सूत्रम् अपवादः अस्ति तत् अपरस्य अपेक्षया बलवत् भवति इति वयं दृष्टवन्तः. पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरम् बलीयः उत्तरोत्तरं बलीयः इति दृष्टवन्तः. अत्र इदानीम् अत्र वृद्धिरेचि आदुगुणः इत्यस्य वृद्धिरेचि बलवत् भवति किमर्थं चेत् अत्र वृद्धिकारः अर्धमात्रम् अत्र लघु भवितुम् अर्हति चेत् अत्र एव आर्षप्रयोगम् इति स्वीकृतवन्तः काव्ये गद्यपद्ययोः. अत्र अर्धमात्रं लघु अस्ति चेत् कोलाहलम् अभवत्. अत्र वृद्धिरेचि इति लघु अस्ति अतः कार्यक्षेत्रं लघु अस्ति चेत् एतत् एव बलवत् भवति. आदुगुणः इति बृहत् क्षेत्रं भवति अतः तत्र त्यक्तवन्तः. आदुगुणः इति सूत्रे अचीवर्णे परे अच् सर्वेश्वराः इत्यस्य इको परे इकि परे ई ऊरु इति अस्ति चेत् फलितः अर्थः यत् अकारात् अकारः आगच्छति चेत् अत्र सवर्णदीर्घः सन्धि एव अकः सवर्णे दीर्घः इत्यनेन अकारात् एच् परश्च कार्यं बाधितं भवति. एच् वर्णः परे अस्ति चेत् एतत् बाधितमेव भवति वृद्धिरेचि इत्यस्य सूत्रेण च. अनन्तरं वृद्धिशास्त्रस्य अवकाशः कल्पयित्वा अत्र कल्पनमेव भवति. अत्र इमेजिनेशन् अवकाशं कल्पयित्वा तत् भिन्नस्थलेषु गुणशास्त्रः प्रवृत्तिः कर्तव्या. किञ्चित् स्थाने अत्र एच् वर्णः परे अस्ति चेत् अत्र अवकाशः कल्पयित्वा इमेजिनेशन् भूत्वा अत्र तत् भिन्नस्थलेषु अकारः अस्ति चेत् अच्वर्णः परे एच् वर्णः अस्ति चेत् अत्र गुणशास्त्रस्य प्रवृत्तिः एव कर्तव्यम्. अत्र इदानीम् अत्र महालक्ष्मी पठितुं शक्यते वा न? अत्र पठतु महालक्ष्मी पठतु. तर्हि अत्र तुल्यबलविरोधः नास्ति अतः किं सूत्रं कार्यं करोति इति समस्या नास्ति. अधुना अस्माकं पूर्वतनम् उदाहरणं प्रत्यागच्छाम. वृक्षयोगः ब्यस् अत्र द्वयोः सूत्रयोः एकत्र प्राप्तिः सुपि च बहुवचने जल्येत् च. द्वयोरपि अन्यत्र लब्धावकाशाः अतः तुल्यबलविरोधः अस्ति. तुल्यबलविरोधः इत्यस्य समानार्थशब्दः विप्रतिषेधः. अत्र कस्य सूत्रस्य प्राप्तिः भवेत् इति निर्णेतुम् एकं सूत्रं साहाय्यं करोति. अत्र पूर्वमेव वयं दृष्टवन्तः सुपि च इत्यनेन अत्र कार्यं किं भवति आकारः दीर्घं भवति, अकारस्य स्थाने आत्वं भवति इति दीर्घं भवति. बहुवचने जल्येत् अकारस्य स्थाने एकारः भवति. अत्र अन्यत्र लब्ध अवकाशः भवति एव. अत्र तुल्यबलविरोधः इति वयं स्वीकर्तुं शक्यते एव. अत्र किं कार्यं कर्तुं शक्यते चेत् विप्रतिषेधः परकार्यं. विप्रतिषेधे सप्तमी अस्ति, विप्रतिषेधे परं कार्यं. समानकाले अत्र तुल्यबलसूत्रे कार्यं कर्तुम् आयातः चेत् परसूत्रस्य कार्यं पूर्वं भवति. सो अत्र पश्यतु, आदुगुणः इति सूत्रं तु 6187, वृद्धिरेचि इति 6188. अत्र किं कार्यं कर्तुं शक्यते? विप्रतिषेधं किं एतत् सूत्रं किं सूचयति? विप्रतिषेधे समानकालयोः समानबलयोः सूत्रयोः सङ्घर्षः भवति चेत् परसूत्रस्य कार्यं पूर्वं भवति. इदानीं परसूत्रमेव वृद्धिरेचि 87 आद्गुणः. अत्र विप्रतिषेधे सूत्रं किं सूचयति? परकार्यं परसूत्रमेव कार्यं भवति. एतत् 88 परसूत्रमस्ति. अतः तत्र आद्गुणः वृद्धिरेचि इत्यस्य विप्रतिषेधे परं कार्यम् इति सूत्रं परसूत्रमेव बलवत् भवति इति तत्र दत्तं खलु. समानकाले तुल्यबलसूत्रे कार्यं कर्तुम् आयातः चेत् आयाति चेत् परसूत्रस्य एव कार्यं कर्तुं शक्यते इति तत्र दत्तम्. समीचीनम्. एतत् सूत्रम् केवलं तुल्यबल अस्ति चेत् कार्यं करोति, न तु आम् तुल्यबलविरोधः अस्ति चेत् एव अत्र कार्यं. किं कार्यम् अत्र? परसूत्रमेव कार्यं भवति. अत्र वृद्धिरेचिः कार्यं भवति. इदानीं वृद्धिरेचि आदिगुण तत्र तु तुल्यबलविरोधः नास्ति. तत्र तु तत्र एतत् सूत्रं न कार्यं करोति. एतत् सूत्रं केवलं सुपि च बहुवचने झल्येत् अत्र एव कार्यं करोति. न मम प्रश्नः अत्र किं भवति, आदुगुणः वृद्धिरेचि इति सूत्रं तुल्यबलविरोधः विप्रतिषेधे परं कार्यं. वृद्धिरेचि एव परसूत्रमस्ति, परन्तु अत्र तुल्यबलविरोधः नास्ति. तुल्यबलविरोधः नास्ति परन्तु एकत्र प्राप्तिः अस्ति. न, एकत्र अपि प्राप्तिः नास्ति. किमर्थं नास्ति? अत्र आदुगुणः प्रथम बहु बृहत् सूत्रम् अन्यत्र लघुसूत्रं, तत्र तु बाधकसूत्रम् अस्ति. बाधकसूत्रम् अस्ति चेत् तुल्यबलविरोधः नास्ति. बाधकसूत्रमस्ति चेत् अत्र तुल्यबलविरोधः नास्ति. अस्तु, मम प्रश्नः इदानीम् अवगन्तुं शक्यते वा? अत्र विप्रतिषेधे परं कार्यम् इति अस्य विप्रतिषेधे इत्युक्ते समानबलयोः सूत्रयोः सङ्घर्षः भवति चेत् समानस्थलेषु बलयोः. अत्र अग्रे अपि पठतु, भवानेव पठतु. वृक्षयोगाभ्यास विप्रतिषेधे परं कार्यं सुपि च इत्यस्य अपेक्षया बहुवचने झल्लेत् परम् अस्ति, अतः तद् बलवत्. एकारादेशः वृक्षयोग ए योग भस् वृक्षेभ्यः. अष्टाध्याय्यां यत्र तुल्यबलविरोधः तत्र तत्र विप्रतिषेधे परं कार्यम् आगत्य सूचयति यत् परसूत्रस्य कार्यं पूर्वं भवति। द्वयं यत् अस्य सूत्रस्य प्रसक्तिः नास्ति त्रिपाद्याम् अग्रे इयं सूचना प्राप्यते। अध्यायदृष्ट्या पाददृष्ट्या सूत्रसङ्ख्यादृष्ट्या एकं सूत्रं परमस्ति चेत् तत् सूत्रं परसूत्रम् इति उच्यते। अत्र प्रतिपादय अत्र सुपि च बहुवचन झल्ले द्वे सूत्रे अध्याय सेम समान पाद अपि समान परन्तु सूत्रसङ्ख्या सुपि च प्रथमं बहुवचने झल्लेत् अनन्तरं तत्र विप्रतिषेध अस्ति कारणं परं सूत्रं बहुवचने झल्लेत् प्रथमं कार्यं करोति। अतः एव वृक्षयोगः ऐ योगः वृक्षेभ्यः अकार एकार मेलनेन वृक्षेभ्यः इति भवति वृक्षेभ्यः। अग्रे अपि प्रतिपादयतु अष्टाध्यायं तत् अपि अहम् उक्तं द्वयो अपि समान अध्याय समानपाद परन्तु सूत्रसङ्ख्या द्व्यधिकशतं त्र्यधिकशतं सो परसूत्र बहुवचने झल्लेत् परसूत्र परसूत्रम् इति उच्यते। इदानीं परसूत्रम् अत्र उदाहरणरूपेण स्वीकुर्मः चेत् अत्र सुपि च बहुवचने जल्येति एतदेव। अस्तु इदानीम् आद्गुणकवृद्धिरेचि इति पश्येम। अस्माभिः दृष्टं यत्र अत्र योगः एव इति स्थितौ वृद्धिरेचि इत्यस्य प्राबल्यम् अस्ति अपवादत्वात्। अपवादसूत्रं वृद्धिरेचि एव। वृद्धिरेचि इत्यस्य अन्यत्र लब्ध अवकाशः नास्ति अतः अत्रैव अत्र योगः एव कार्यं साधनीयम्। एतदेव अत्र दत्तम्। इदानीम् अत्र वृद्धिरेचि विप्रतिषेधे परं कार्यं किं भवति इति अग्रे पश्येम। वृद्धिरेचि इति परसूत्रमस्ति खलु। अत्र पूर्वसूत्रम् आद्गुणः भवति। अत्र द्वयोः मध्ये विप्रतिषेधे परं कार्यं किं कार्यं भवति इति अग्रिमवर्गे पश्येम। शान्ता अत्र अन्तिमश्लोकं वदतु। ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावतीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। हरिः ओं हरिः ओं हरिः ओं श्रीगुरुभ्यो नमः। धन्यवादः। अत्र इतोपि वदतु अनिल् महोदय वदतु किञ्चित् वक्तुम्। अत्र पश्यतु इतोपि किञ्चित् एतत् विषये प्रश्नः अस्ति चेत् अत्र काशिका अस्ति बालमनोरमा तत्त्वबोधिनी अस्ति एतत् महाभाष्यमपि अस्ति किञ्चित् इतोपि अत्र द्रष्टव्यमेव। समयः अस्ति चेत् अत्र पश्यतु। सर्वेभ्यः धन्यवादः नमस्कारः शुभदिनम्।